पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 166 महादेव उवाच वैद्यनाथात् परं तीर्थं सर्वसिद्धिप्रदायकं तीर्थानामुत्तमं तीर्थं देवतीर्थमनुश्रुतम् विभीषणाद्राक्षसेन्द्राद्गृहीत्वा करमोजसा प्रारब्धो धर्मपुत्रेण राजसूयो महाक्रदुः दिग्गये दक्षिणे जादे नकुले न हि पाण्डुना साभ्रमत्यास्तडे देवि पाण्डुराज्ये दिविश्रुता स्थापिता परया भक्त्या भुक्तिमुक्तिप्रदायिनी स्नादसाभ्रमदितोये पाण्डुरार्यां नमस्य च अणिमाद्या सिद्धयोष्ठौ तथा मेधां महीयसीं नरप्राप्नोति वैनूनं नात्र कार्या विचारणा पाण्डुरार्यां नमस्कृत्य शुद्धभावेन मानवः संवत्सरकृता पूजा दातव्या तत्त्वबुद्धिभिः तत्र तीर्थे तनुं त्यक्त्वा पाण्डुरार्या समीपतः कैलासशिखरं प्राप्य चण्डेश्वरगणो भवेद् पुरा हनुमदा तत्र तपस्तप्तं सुदुष्करम् समुद्रप्लवने शक्तिर्जादा तीर्थप्रभावदः इति श्रीपाद्मे महापुराणे उत्तरखण्डे पाण्डुराजातीर्थं नाम 660 अधिकशततमोऽध्यायः ओम्।